न बुद्धि भेदं जनये अज्ञानं कर्म संगिनां योषो ये सर्व कर्माणि विद्वान् युक्ता समाचरन् प्रकृते क्रियमाणानि गुणै कर्माणि सर्वशः अहंकार विमूढात्मा कर्ता हमिति मन्यते तत्त्ववित्तु महाबाहो गुण कर्म विभागयः गुणागुणेषु वर्तन्त इति मत्वा न सज्जते प्रकृते गुणसम्मूढः सजन्ते गुणकर्मसु तान् कृष्णाविदो मन्दान् कृष्णविन्ना विचालये मयि सर्वाणि कर्माणि सन्नस्याध्यात्मचेतसा निराशी निर्ममो भूत्वा युद्धस्यो विगत ज्वरः ये मे मतमिदं नित्यं मनोतिष्ठन्ति मानवः श्रद्धावन्तो न श्रूयन्तो मुच्यन्ते तेऽपि कर्मभिः ये त्वे दासूयन्तो नानुतिष्ठन्ति मे मतम् सर्वज्ञानाभिमूढास्तान् विद्धि नष्टान् चेतसः सदृशम् चेष्टते स्वस्याः प्रकृते ज्ञानवानपि प्रकृतिम् यान्ति भूतानि निग्रह किम् करिष्यति इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ तयोर्न वशमागच्छे तौ यस्या परिपन्थिनौ श्रेयम् स्वधर्मविगुणः परधर्मात् स्वनुष्ठितात् स्वधर्मे निधनम् श्रेयः परधर्मो भयावहः अर्जुन उवाच अथ केन प्रयुक्तोऽयम् पापम् चरति पुरुषः अनिच्छन्नविव श्रेय बलादेव नियोजितः श्रीभगवानुवाच काम एष क्रोध एष रजोगुण समुद्भवः महाशनो महापाप्मा विद्येलामिय वैरिणम् धूमे नाम्रियते वह्नि यथा दर्शो मलेन च यथोद्वेनावृतो गर्व तथा तेनेदमावृतम् आवृतम् ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा कामरूपेण कौन्तेय दुष्पुरेणानलेन च इन्द्रियाणि मनोबुद्धि रस्याधिष्ठानमुच्यते एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् तस्मात् त्वमिन्द्रियाण्यग्रौ नियम्य भरतर्षव आत्मानम् व्रजहि हेनम् ज्ञानविज्ञाननाशनम् इन्द्रियाणि परान्याहुरिन्द्रियभ्यः परम् मनः मनसस्तु परा बुद्धि यो बुद्धि परतस्तु सः एवम् बुद्धि परम् भूत्वा संस्तभ्रात्मानमात्मना जहि शत्रुम् महाबाहो कामरूपम् दुरासदम् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो